नमस्कारः. धातुविज्ञानं द्वितीयभागः इति विषयः अनुवर्तते. एतावता अत्र प्राकृतिककार्याणि चत्वारि कार्याणि सन्ति इति ज्ञातमेव अस्माभिः. तत्र प्रथमं कार्यमस्ति सत्त्वं. तत्र सत्त्व विधायकसूत्रं किम्? अत्र रामनाथमहोदय वदतु. रामनाथमहोदय. आं महोदय. सत्त्वं सत्त्वं सत्त्वं शकारं शिवशकारं न हा सत्त्वं दात्वादेः सः सः सत्यं सूत्रमस्ति. दात्वादेः सः सः सूत्रं किं वदति? धातु मीन् विद्यमानस्य धातस्य आदे शः अस्ति चेत् शः स्थाने सः इति आदेशः भवति. सत्यम्. उपदेशावस्थायाम् सत्यम् उपदेशावस्थायां धातोः आदौ षकारः मूर्धन्यषकारः कृष्णषकारः अस्ति चेत् तस्य स्थाने सकारादेशः भवति इति सरलमेव सूत्रम्. हा सत्यं सत्यं समीचीनम्. तर्हि तदनन्तरम् अस्माकं द्वितीयं सूत्रमस्ति नत्वं. नत्वविषये धन्यवादः महोदय. अधुना अत्र विनय् महोदय वदतु, अत्र नत्वविषये सूत्रं किम्? नत्वं विषये सूत्रं णो नः अस्ति. उपदेश अवस्थायां धातोः आदौ णकारः अस्ति चेत् णकारस्य स्थाने नकारदेशः भवति. कीदृश्च नकारः अस्ति चेत्? भवति कीदृश अत्र कः नकारः, दन्त्यनकारः वा मूर्धन्यनकारः वा? ओ एकक्षण. मूर्धन्य अहं मूर्धन्यनकारः मूर्धन्यनकारः अहं जानामि. मूर्धन्यनकारः न अस्ति, दन्त्यनकारः न अस्ति. मूर्धन्य णकारस्य स्थाने दन्त्यनकारः अस्ति. हा सत्यं. तर्हि उपदेशावस्थायां धातोः आदौ मूर्धन्य णकारः अस्ति चेत् तस्य स्थाने दन्त्यनकारादेशः भवति. हा समीचीनं समीचीनं. तर्हि अस्माकं तृतीयं सूत्रं तत्र नुमागमः विषये तृतीयं सूत्रं किम् अस्ति अत्र? रमा भगिनी वदतु. धन्यवादः महोदय. रमा भगिनी वदतु. इदित् इत्युक्ते प्रथमित् इत्यस्य अर्थः कः? प्रथमे इकारः अस्ति, द्वितीय संज्ञा अस्ति. हा सत्यं सत्यं. तर्हि इदित् धातोः नुमागमः भवति. कस्य नुमागमः? धातोः नुमागमः. तर्हि धातोः नुमागमः इति कथं ज्ञातवती? धातोः अस्ति, मित् अस्ति, अतः तदग्रे आयास्यति. परन्तु तत्र यदि सामान्यतया कस्यचित् वर्णस्य स्थाने अन्यवर्णस्य आदेशः भवति चेत् तत्र स्थानी इति षष्ठिविभक्तिः अस्ति. यदि अत्र धातुः इति पदं षष्ट्यन्तं पदम् अस्ति, तदेव स्थानी अस्ति. तर्हि सामान्यतया आदेशः अस्ति चेत् कस्यचित् स्थाने आगच्छति. अत्र नुम् इति मित् अस्ति, नुम् मित् अस्ति इति कृत्वा आगमः इति जानीमः, अतः धातोः स्थाने न आयाति परन्तु धातोः आगमः अस्ति. यत्र यत्र कुत्रापि आगमः अस्ति अथवा आदेशः अस्ति तर्हि तत्र षष्ट्यन्तं पदम् आवश्यकम् अस्ति. तर्हि अत्र षष्ट्यन्तं पदं धातुः इति अस्ति, तर्हि धातोः एव नुमागमः भवति. अस्तु भगिनि, भगिनि कृपया म्यूट् करोतु भगिनि, ध्वनिः अस्ति. तर्हि धातोः इत्यस्य एव नुमागमः, यतोहि धातुः इति पदं षष्ट्यन्तं पदमस्ति, धातोः नुमागमः भवति. तर्हि नुम् कुत्र आयाति? धातोः नुमागमः इति जानीमः, परन्तु कुत्र आयाति इति न जानीमः. यतोहि आदेशः अस्ति चेत् कस्यचित् स्थाने आया सम्पूर्णतया तस् कस्यचित् स्थाने आगच्छति, परन्तु अत्र नुम् इति आगमः अस्ति. तदर्थम् अत्र सूत्रे सूत्रं दृष्ट्वा न ज्ञातुं शक्नुमः. अतः अत्र परिभाषासूत्रमस्ति मिदचोन्त्यात् परः. तर्हि मिदचोन्त्यात् परः इति सूत्रेण किं जानीमः? विजयलक्ष्मी भगिनी वदतु. मिदचोन्त्यात् परः मित् इति न श्रूयते. विजयलक्ष्मी भगिनि अस्ति वा? मित् अत्र किं भगिनि? न श्रूयते, वदतु. न श्रूयते? हा न श्रूयते, पुनः वदतु. ओ मिदचोन्त्यात् परः वदति यत् मित् अस्ति, तस्य मित् तस्य वर्णसमुदायस्य अच् यत्र अस्ति तस्य परः आगमः तिष्ठति इति मिदचोन्त्यात् परः इति सूत्रं वदति. न, भवती अच् वर्णसमुदायः अस्ति चेत् तस्य आगमः तत्र बहवः अच्वर्णाः सन्ति चेत् कुत्र आयाति? अन्तिम अच्वर्णस्य तद् वक्तव्यं खलु. अन्तिम यत्र अच्वर्णाः सन्ति तत्र अन्तिम अच्वर्णः अस्ति चेत् तस्य अनन्तरं तस्य परम् आयाति. तदेव अत्र मिदचोन्त्यात् परः मित् अस्ति चेत् अन्त्यात् अचः परः आयाति. अच्वर्णेषु अन्त्यात् परः आयाति इति परिभाषासूत्रं मुख्यमस्ति, मुख्यसूत्रमस्ति. यत्र यत्र मित् इति आगमः अस्ति तत्र सर्वत्र मिदचोन्त्यात् परः इति परिभाषासूत्रम् आगच्छति. अस्तु, तद् वयं दृष्टवन्तः. ततः अग्रे तत्र इदित् धातुः, यथा अत्र वदी इति धातुः अस्ति, इदित् अस्ति, यतोहि अन्ते ह्रस्व इकारस्य इत्संज्ञा अस्ति. वदी इति धातौ अन्ते अनुनासिक इकारः अस्ति, ह्रस्वः अपि अस्ति, अतः इदित् अस्ति. इत् इत्यस्य सः ह्रस्व इकारः इत् यस्य सः, अतः वदी इति धातुः इदित् अस्ति, अतः नुमागमः भवति. नुमागमः अत्र इदितो नुम् धातोः इत्यनेन नुमागमः भवति. तर्हि तत्र लौकिकधातुः वद् इति अस्ति. वद् इति धातुः एकः एव अच्वर्णः. तर्हि वद् इति वकार उत्तरवर्ति अकारस्य अनन्तरं नुम् आगमः भवति. नुम् इति आगमे केवलं नकारः एव अवशिष्यते. मकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन, नु इत्यत्र उकारस्य अपि इत्संज्ञा उपदेशे जननासिक इत्यनेन, तर्हि नकारः एव अवशिष्यते. मिदचोन्त्यात् परः इति सूत्रस्य सहायेन वन्द् इत्यत्र वकार उत्तरवर्ति नकारः तिष्ठति. तर्हि वन्द् इति अस्ति इदानीम् इदितोनुम् धातोः इत्यस्य कार्यानन्तरं वन्द् इति अस्ति. तदनन्तरं तत्र सन्धिकार्यद्वयं भवति यथा अस्माभिः दृष्टं. तत्र सन्धिकार्यद्वयं किम् इति गीता भगिनी वदतु. आं भगिनि, प्रथम तु वद् वद् ततः भगिनि, वदी ततः वदतु, सम्पूर्णतया वदतु. अस्तु, वदी अस्ति चेत् अनु अनुना अनुना उपदेशे अनुनासिक इति सूत्रेण अनुनासिक इति इत् संज्ञा भवति. तदनन्तरं वद् आयाति. वद् इति लौकिकधातुरूपः अस्ति. वद् अत्र तु नुमागमः भवति, वन्द् भवति. वन्द् भवति चेत् नश्चापदान्तस्य झलि इति इति सूत्रेण नकारस्थाने अनुस्वार आदेशः भवति. अनुस्वार आदेश आयाति. तदनन्तरं निमित्तं किं तत्र? झल् भगिनी, झलि इत्युक्ते वर्गीय सर्वे वर्गीय वर्णाः अपि च शाः. अत्र किम् अस्ति? परम् अस्ति चेत् तदनन्तरम् अनुस्वारस्य ययि परसवर्णः. न, अत्र किम् अस्ति? अत्र अस्माकम् उदाहरणे झल् वर्णः कः? दकार भगिनी, दकार सम्यक् झल् वर्णः अस्ति. तदनन्तरं सम्यक् अस्तु. तदनन्तरं वन्द् इति आयाति. वन्द् वन् इति अनुस्वारस्य अत्र वन्द्. तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण पुनः नकार आयाति अनुस्वारस्य स्थाने यै. अत्र तु दकार अपि यै प्रत्याहारस्य वर्णः अस्ति चेत् तदनन्तरं वन्द् इति निष्पन्नं भवति. हा, समीचीनं. तर्हि अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य निमित्तमस्ति ययि परे. हा, सम्यक् भगिनि, समीचीनं, तथैव अस्ति. तर्हि अत्र सन्धिकार्यद्वयमस्ति. प्रथमं नकारस्य स्थाने अनुस्वारः भवति नश्चापदान्तस्य जलि इत्यनेन, यतोहि अपदान्तनकारः अस्ति, पदान्ते नास्ति नकारः. अतः नकारस्य स्थाने अनुस्वारः भवति. निमित्तमस्ति झल् वर्णः परः. अत्र दकारः झल् वर्णः इति कृत्वा नकारस्य स्थाने अनुस्वारादेशः. तदनन्तरं तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने परसवर्णादेशः भवति. तर्हि परसवर्णादेशः, तत्र दकारः, दकारस्य ये सवर्णवर्णाः सन्ति तेषु तत्र कः सदृशतमः वर्णः इति चेत् अनुनासिकवर्णः नकारः एव सदृशतमः. यतोहि नकारस्य उच्चारणस्थानं नासिका, अपि च अनुस्वारस्य अपि उच्चारणस्थानं नासिका अस्ति. अतः अनुस्वारस्य स्थाने दकारः यस्मिन् वर्गे अस्ति, तवर्गे, तस्मिन् वर्गे पञ्चमवर्णः आदिष्टः भवति. अतः वन्द् इति धातुः अधुना सिद्धः अस्ति. अस्तु, एतावत् स्पष्टं वा? कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि ततः अग्रे अधुना पठामः. अत्र तपरस्तत्कालस्य इति सूत्रमस्ति. सुमन् भगिनी पठतु. नमस्ते भगिनि. हा, नमस्कारः. तपरतत्कालस्य तकारात् परः यः तकारः परः यस्मात् द्वयोः अपि समकालस्य बोधकः. तात्परः तपरः पञ्चमी तत्पुरुष तः परो यस् तः परः यस्मात् सः तपरः बहुव्रीहि. द्वौ अपि अर्थम् तस्य कालः तत्कालः तस्य कालः इव कालः यस्य सः तत्कालः. षष्टि तत्पुरुष गर्भः. क्षम्यतां बहुव्रीहि तस्य तत्कालस्य तपरः प्रथमान्तं तत्कालस्य षष्ट्यन्तं द्विपदम् इदं सूत्रम् स्वं रूपं शब्दस्य अशब्दसंज्ञा इत्यस्मात् स्वं रूपम् अनयोः अनुवृत्तिः अनुदित् सवर्णस्य चा प्रत्यय इत्यस्य सवर्णस्य इत्यस्मात् सवर्णस्य इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं तपरः तत्कालस्य स्वस्य रूपस्य सवर्णस्य एतत् सूत्रं वदति यत्र तकारः अस्ति पूर्व वा पर इत्युक्ते यस्मात् पर तकारः अस्ति नो चेत् यः तकारात् परः अस्ति द्वयोः अवस्थयोः वयं तत् स्वरम् एव स्वीकरणीयम् इत्युक्ते तत्तु साधारणतया वयम् अकार वदामः चेत् ह्रस्व अकार दीर्घ अकार प्लुत अनुदात्त उदात्त सर्वे कुर्वन्ति इत्युक्ते अष्टादश अकार स्वीकुर्वन्ति अत्र एतत् सूत्रं वदति एतत् सूत्रं कार्यं करोति चेत् यः स्वरः तकारस्य पूर्वम् अस्ति नो चेत् तकारात् परम् अस्ति तत्र तद् भवति चेत् एकम् एव कालं स्वीकरणीयं यत् कालम् अस्ति इत्युक्ते अत् अस्ति चेत् अकार ह्रस्व अकार एव न तु दीर्घ अकार आकार न तु प्लुत अकार तथा एव इत् अस्ति चेत् ह्रस्व इकार एव ईत् अस्ति चेत् दीर्घ इकार एव ग्रहणीयं न तु अष्टादश अकार ईकार सर्वे समीचीनं तत्र अग्रे उदाहरणमस्ति तदपि एकवारं पठतु सम्पूर्णतया पश्यामः वर्णः ह्रस्वः भवतु वर्णः ह्रस्व भवतु दीर्घ भवतु तकारात् पूर्वं भवतु तकारात् परं भवतु यः वर्णः अनेन तकारेण संयुक्तः भवति सः तत्कालस्य एव प्रतिनिधिः अदेन गुणः अस्य उदाहरणम् अनेन अकारः अत् अतः ऋस्व अकारस्य एव प्रतिनिधिः एङ् प्रत्याहारे तकारात् परः अतः दीर्घः वर्णानाम् एव प्रतिनिधिः न तु प्लुतानां तावद् भगिनि अदेङ् गुणः अस्ति तत्र सन्धि छेद कुर्मः चेत् तत्र अत् एङ् गुणः भवति इत्युक्ते अकार यत् तकारस्य तकारात् पूर्व अस्ति अकार एव ग्रहणीयं न तु आकार न तु प्लुत अनन्तरम् एङ् तकारात् पदम् अस्ति, अतः एकारः ऐकारः सोरि एकारः ओकारः एङ् प्रत्याहारे ए ओ अस्ति, तत् एव गृहणीयं, न तु प्लुत ए ओ. समीचीनम् समीचीनं. तर्हि सम्पूर्णतया एकवारं पठामः. तपरः तत्कालस्य इति सूत्रमस्ति. तर्हि तत्र तपरः तत्कालस्य इति पदच्छेदः, तपरः तत्कालस्य इदं सूत्रं संज्ञासूत्रमस्ति. अनेन तपरकरणं क्रियते. तपरकरणम् इति संज्ञा क्रियते. तर्हि तत्र तपरः इति पदमस्ति, अनन्तरं तत्कालस्य इति पदमस्ति. तर्हि पदद्वयम् अस्ति. तपरः इति पदस्य कः अर्थः इति चेत्, तपरः इति पदस्य अर्थद्वयम् अस्ति. अत्र समासद्वयं भवितुम् अर्हति. एकः अस्ति बहुव्रीहिसमासः, अन्यः अस्ति पञ्चमी तत्पुरुषसमासः. तर्हि बहुव्रीहिसमासः यत्र अस्ति, तर्हि तत्र तकारः परः यस्मात् सः, तकारः परः यस्मात् सः, अथवा तात् परः इत्युक्ते अत्र प्रथमः अर्थः अस्ति तः परः यस्मात् सः. तः परः यस्मात् सः इत्युक्ते तादृशवर्णः यस्मात् परः तकारः अस्ति. इदानीम् अस्माकम् उदाहरणे अदेङ्गुणः इति उदाहरणे अत् इति अदेङ्गुणः इत्यस्य पदविभागं कुर्मः चेत् अत् अपि च एङ् अत् एङ्. तर्हि अत् इति अस्ति, अकारस्य अनन्तरं तकारः अस्ति. अतः अकारः कीदृशः इति चेत् तादृशः यस्मात् परः तकारः अस्ति. अतः प्रथमार्थः तपरः इत्यस्य प्रथमः अर्थः अस्ति तः परः यस्मात् सः. अतः अत् इति वदामः चेत् अकारः यः ह्रस्वकारः अस्ति, तादृशः ह्रस्वकारः यस्मात् परः तकारः अस्ति इति एकः अर्थः. अपि च तात् परः इति अन्यः अर्थः. तात् परः, तर्हि अदेङ्गुणः इति सूत्रे एव यदि अत्र अत् एङ् इति पदविभागं कुर्मः चेत् तत्र प्रथमः अर्थः सिद्ध्यति. यदि अयोगः तेङ् इति कुर्मः चेत् तत्र द्वितीयः अर्थः सिद्ध्यति. तात् परः, तकारात् परः. कः अस्ति तकारात् परः? अत्र तेङ् इत्यत्र तकारात् परः एकारः अस्ति. तर्हि एकारस्य विषये वयं वदामः. किं वदामः? अर्थद्वयं तु सिद्धः. तर्हि तत्र अर्थद्वयं सिद्धं. तर्हि तत्र तपरः इत्यस्य अर्थः कः इति ज्ञातवन्तः. अत् इति वदामः चेत् अकारस्य ग्रहणं, तेङ् इति वदामः चेत् तत्र एकारस्य ग्रहणम्, एकारस्य विषये वयं वदामः इति जानीमः. तदनन्तरं तत्र अत्र इत्युक्ते तकारात् पूर्वं विद्यमानः अत् इत्यनेन तकारात् पूर्वं विद्यमानः तेङ् इति वदामः चेत् तकारात् परं विद्यमानः द्वयोः अपि ग्रहणम्. इत्युक्ते अस्मिन् अदेङ्गुणः इति सूत्रे तु द्वयोः ग्रहणम् अस्ति. सर्वत्र तथा अस्ति इति नास्ति, सर्वत्र अर्थद्वयं भवति इति नास्ति. एतादृशसन्दर्भः कुत्रचित् भवति यथा अदेङ्गुणः, तत्र अकारात् परः यः तकारः तत्र तकारात् परम् अस्ति. तेङ् इति वदामः चेत् तत्र एकारात् पूर्वम् अस्ति. तर्हि द्वयोः अपि ग्रहणम्, अतः अर्थद्वयम् इति वदामः. तर्हि तपरः इत्यस्य अर्थः कः इति ज्ञातवन्तः. अधुना अत्र द्वितीयं पदमस्ति तत्कालस्य इति. तत्कालस्य इत्युक्ते तस्य कालः इव कालः यस्य सः इति विग्रहवाक्यं. तर्हि तस्य इत्युक्ते कस्य? अत् इति वदामः चेत् तत्र अकारस्य यः कालः अस्ति, तादृशकालः यस्य अस्ति तस्य ग्रहणम्. अकारस्य कालः इव कालः यस्य अस्ति इति चेत् अकारः ह्रस्वकारः. तस्य कालः इव कालः यस्य अस्ति इति चेत् तत्र षड् भेदाः सन्ति अकारस्य. यथा वयं जानीमः अकारस्य अनुनासिकः भेदः, अननुनासिकभेदः. अनुनासिकभेदः अस्ति चेत् तत्र अनुनासिक उदात्त अकारः, अनुनासिक अनुदात्त अकारः, अनुनासिकः, स्वरित अकारः, एवमेव अननुनासिक अकारः इति वदामः चेत् ह्रस्व अकारः, तत्र पुनः त्रयः भेदाः सन्ति, उदात्तः, अनुदात्तः, स्वरितः इति आहत्य षड् भेदाः. तर्हि अत्र तत्कालस्य इत्यनेन तस्य कालः एव कालः यस्य, तर्हि अकारस्य कालः एव कालः यस्य इति चेत् तत्र षड् भेदानां ग्रहणं भवति. तर्हि अत् इति वदामः चेत् तत्र ह्रस्वकारस्य षड् भेदानां ग्रहणं भवति. तेङ् इति वदामः चेत् तत्र तकारस्य अनन्तरम् एकारः अस्ति, एकारस्य ह्रस्ववर्णः नास्ति, केवलं दीर्घवर्णः अथवा प्लुतवर्णः एव भवति. अत्र एकारः इति कृत्वा तत्र केवलं दीर्घ एकारस्य एव ग्रहणम्. एङ् इत्यनेन एकारः ओकारः द्वयोः अपि ग्रहणम्, अतः केवलं दीर्घ एकारस्य एव ग्रहणं, न तु ह्रस्व एकारस्य. पुनः दीर्घ एकारस्य अपि षड्भेदाः सन्ति, दीर्घ एकारस्य षड्भेदाः सन्ति, एवमेव अनुनासिक, अननासिक, उदात्तस्वरित, अनुदात्तः इति षड्भेदाः तस्य सन्ति, अतः तेषां सर्वेषां ग्रहणं भवति. अतः अत्र आहत्य किं वदामः इति चेत् अत् इति वदामः चेत् केवलं ह्रस्वकारः अपि च ह्रस्वकारस्य भेदाः षड्भेदाः, दीर्घवर्णः अस्ति चेत् दीर्घवर्णस्य षड्भेदाः, षड्भेदानां ग्रहणम् इत्युक्ते सामान्यतया तत्र व्याकरणलोके अकारः इति वदामः चेत् तत्र अष्टादशभेदानां ग्रहणं भवति, परन्तु यत्र तपरकरणम् अस्ति इत्युक्ते तकारः इति वर्णः यस्य अनन्तरम् अस्ति, तत्र तु केवलं यस्य अनन्तरं तादृशवर्णः अस्ति तस्य यः कालः अस्ति तस्य एव ग्रहणं भवति. स्पष्टं वा? प्रश्नः अस्ति वा? ए इत्युक्ते ए ओ द्वयोः खलु भगिनि? हा, एङ् द्वयोः दीर्घवर्णयोः ग्रहणम् भगिनि. तात्परः इति एकं पदविच्छेद पुनः करोतु भगिनि. तात्परः इति पञ्चमी अस्ति, पञ्चमी तत्पुरुषः. तात्परः इत्युक्ते तेङ् इति वदामः चेत् तत्र तात् तेङ् परः, तकारात् परः कः अस्ति तत्र तेङ् इति वदामः चेत्? तेङ् इत्युक्ते आदौ न, तेङ् तकारः एकारः, तेङ् इति वदामः तत्र. वासुदेव महोदय कृपया म्यूट् मध्ये भवतु. एकं प्रश्नं पृष्टुमिच्छामि. हा भगिन्याः प्रश्न, न एकक्षणं, भगिन्याः प्रश्नस्य उत्तरं दत्वा. हा वदतु भगिनि. तेङ् इत्युक्ते तकारयोग ए अस्ति चेत्, तदनन्तरम् ए इत्युक्त ए इति ए तात्परः अस्ति खलु, ए तात्परः अस्ति, तात्परः हा तदेव इत्युक्ते तकारस्य अनन्तरं यः वर्णः. किमर्थम् आयाति कुत्र? तात्परः तात् इति पञ्चमी, तकारस्य पञ्चमी त इति अस्ति तस्य पञ्चमी तात्. अस्तु अस्तु, अधुना तात् इति पञ्चमी अस्ति. हा वासुदेवन् महोदय वदतु. किमर्थं प्लुदन् न आगच्छति? कुत्र? प्रत्याहारे. तदर्थमेव तपरकरणं कृतं खलु, तपरकरणं यदि तपरकरणं नास्ति चेत् यथा भवान् वदति तत्र प्लुतवर्णस्य अपि ग्रहणं भवति, परन्तु तपरकरणं कृत्वा तत्र एकारस्य यः कालः अस्ति तस्यैव ग्रहणं भवति. एकारस्य कालः दीर्घः कालः, अतः एकारस्य दीर्घकालस्य एव ग्रहणं भवति, यतोहि तपरकरणं कृतम्. एकारस्य द्विमात्रकाल उच्चारणम् अस्ति दीर्घवर्णः इति कृत्वा, तस्य दीर्घमात्राकालस्य एव ग्रहणं भवति तपरकरणं कृत्वा इति. यदि तत्र तपरकरणं नास्ति तर्हि एकारः इति वदामः चेत् तत्र माहेश्वरसूत्रेषु सवर्णानामपि ग्रहणम् अस्ति इति कृत्वा प्लुत एकारस्य अपि ग्रहणं भवति. यतोहि तदर्थं सूत्रमस्ति. अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रेण स्वराणां सवर्णानामपि ग्रहणं भवति. अतः एकारः इति वदामः चेत् सवर्णानामपि ग्रहणं भवति, परन्तु अत्र तपरकरणं कृतम् इति कृत्वा तत्र केवलं दीर्घ एकारस्य एव ग्रहणम्. अत्र तकारः द्वे कार्ये करोति वा? तकारस्य अर्थद्वयम् अत्र सन्दर्भं दृष्ट्वा वयं ज्ञातुं शक्नुमः. यदि अधेङ्गुणः इति सूत्रे तु द्वयोः अर्थयोः सम्यक्तया तत्र ज्ञातुं शक्नुमः, परन्तु सर्वत्र तथा अस्ति इति नास्ति. कुत्रचित् एकस्य अर्थस्य एव प्रयोगः भवति. भगिनि एकम् अन्यप्रश्न, यदि तकारः परं अस्ति पूर्वम् अस्ति चेत् किमर्थं पर दत्तं, किमर्थम् अर्ध त न दत्तम्? अत्र तकारयोग अस्ति त उच्चारणार्थं भगिनि, उच्चारणार्थं केवल व्यञ्जनानाम् एव प्रयोगः न भवति. व्यञ्जनानाम् उच्चारणसमये अकारं योजयित्वा एव वदामः खलु. माहेश्वरसूत्रेषु अपि तथैव खलु, ह इति वदामः, तत्र अकारं योजयित्वा एव वदामः खलु. सर्वत्र तत्र स्वरं योजयित्वा वदामः. अस्तु, अत्र प्लुतं न स्वीकरणीयम् इति कुत्र दत्तमस्ति? प्लुतं न, अतः एव तपरकरणं कृतं खलु. तपरकरणं कुर्मः चेत् एकारस्य कालः कः? यदि एकारः इति वदति भवान् तर्हि एकारस्य कालः कः? दीर्घः खलु, दीर्घः. अतः तपरकरणं कृतम् इति कृत्वा तत्र दीर्घकालस्य एव ग्रहणं. यदि तपरकरणं नास्ति तर्हि प्लुतवर्णस्य अपि ग्रहणं भवति. किन्तु सूत्रे कुत्र दत्तमस्ति इति? सूत्रे तत् कालस्य इति उक्तम्. एकारस्य कालः कः? यत्र यस्य तपरः अस्ति, यस्य वर्णस्य तपरकरणं क्रियते, तस्य तत् कालस्य एव ग्रहणं भवति. तर्हि तेङ् इति वदामः चेत् तत्र एकारस्य तपरकरणम् अस्ति. तपरकरणम् अस्ति इति कृत्वा एकारस्य यः कालः अस्ति, दीर्घमात्रा कालः, तस्य एव ग्रहणम्. अतः केवलं दीर्घस्य ग्रहणम्. भगिनि, अत्र अदेङ्गुणः इति सूत्रे अत् ह्रस्वः च अस्ति, एङ् इति दीर्घः च अस्ति. इदानीं कथं जानीमः एतत् ह्रस्वः वा दीर्घः वा इति, कालः कथं ज्ञातुं शक्यते? न, सामान्यतया अकारः इति वदामः चेत्, सामान्यतया अ इति वदामः चेत् तत्र अकारस्य ह्रस्ववर्णः एकमात्रा कालः अस्ति इति जानीमः. सामान्यतया अ इति वदामः चेत्, ए इति वदामः चेत् दीर्घः अस्ति इति जानीमः. परन्तु व्याकरणे स्वराणां यदि अ इति वदामि, माहेश्वरसूत्रे केवलम् अकारः एव अस्ति खलु, अ इ उण् इति अस्ति, तत्र अ इत्यनेन दीर्घ अकारस्य प्लुत अकारस्य अपि ग्रहणम् अस्ति इति सामान्यनियमः अस्ति. अ इति वदामि चेत् सर्वेषां वर्णानां ग्रहणम् अस्ति, परन्तु अत्र विशिष्टतया तपरकरणं क्रियते. यत्र तपरकरणं क्रियते तत्र तत्कालस्य एव ग्रहणं भवति. अत् इति वदामः चेत् केवलम् अकारस्य यः कालः अस्ति, ह्रस्वः इति कालः, तस्य एव ग्रहणं भवति. तर्हि अत् इति वदामि चेत् ह्रस्व अकारः, अपि च तस्य भेदाः, षड्भेदाः. इ इति वदामि चेत् इकारस्य, ह्रस्व इकारस्य षड्भेदाः. भगिनि, तपरतत्कालस्य सूत्रे कुत्र छात्रः इति कुत्र सूचयति? न, तपरः इत्यस्य इति समासः अस्ति खलु. तपरः इति समासः अस्ति. तपरः इत्यस्य अर्थद्वयं भवितुमर्हति. समासलोके तस्य अर्थद्वयं भवितुमर्हति. तपरः इति तात्परः इत्यपि भवितुमर्हति, तः परः यस्मात् सः इति अपि भवितुमर्हति, बहुव्रीहिः अपि भवितुमर्हति, पञ्चमी तत्पुरुषः अपि भवितुम् अर्हति, अर्थद्वयं भवितुम् अर्हति. सन्दर्भं दृष्ट्वा तत्र अर्थः कः इति वयम् अवगच्छामः. अत् इति वदामः चेत् बहुव्रीहिसमासः अस्ति, तः परः यस्मात् सः इति बहुव्रीहि. तेङ् इति वदामः चेत् पञ्चमी तत्पुरुषः अस्ति. सम्यक्, धन्यवादः भगिनि. अस्तु भगिनि, गीता अस्मि, नमस्कारः. नमस्ते. तकारस्य पूर्वम् अपरः प्लुतस्वरः अस्ति चेत् तथापि समकालं ग्रहणं भवति किल? प्लुतवर्णस्यैव ग्रहणं, प्लुतस्वरम् अपि प्लुतवर्णस्यैव ग्रहणं भवति. दीर्घ आकारस्य अनन्तरम् आत् इति अस्ति चेत् तत्र दीर्घ आकारस्य एव ग्रहणं, तादृशमपि दृश्यते. अस्तु अस्तु भगिनि, क्लारिफिकेशन् सम्यक्. अस्तु, तर्हि अग्रे पठामः वा भगिनि? इत्युक्ते गुणः तत्र, परन्तु आत् इति पञ्चमी खलु? आत् इति पञ्चमी, तत्र तपरकरणं नास्ति. नास्ति, अस्तु. तर्हि आहत्य सारांशः कः इति चेत्, तकारः यस्य वर्णस्य अनन्तरम् अस्ति अथवा यस्मात् वर्णात् पूर्वम् अस्ति तर्हि तस्य वर्णस्य तत्कालस्य एव ग्रहणं भवति. अत् इति वदामः चेत् ह्रस्वकारस्य एव ग्रहणम्, आत् इति वदामः चेत् दीर्घ अकारस्य एव ग्रहणं, तेङ् इति वदामः चेत् दीर्घ इकारस्य एव ग्रहणम् इति सारांशः. अस्तु, अग्रे पठामः. वसन्ति भगिनी पठति वा अग्रे? अस्तु. यस्मात् ह्रस्व अचः परे तकारः संयुज्यते सः अच् केवलं ह्रस्वस्य प्रतिनिधिः न तु दीर्घस्य प्लुतस्य वा. यथा इत् इत्युक्ते ह्रस्वः इकारः, अत् इत्युक्ते ह्रस्वः अकारः, उत् इत्युक्ते ह्रस्वः उकारः. अतः ह्रस्वम् अकारं बोधयितुम् अत् इति वदामः. नो चेत् व्याकरणे यदा अकारः इति वदामः तदा सः अकारः अकारस्य आकारस्य अपि च आ त्रिमात्र अकारस्य प्रतिनिधिः. अतः माहेश्वरसूत्रेषु केवलम् अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः. ते वर्णाः ह्रस्वस्य दीर्घस्य प्लुतस्य च प्रतिनिधयः. दृष्टान्ते अतः स्थाने इत् भवतु, अपि च अकारस्य स्थाने इकारः भवतु. द्वयोः वाक्ययोः समानार्थः नास्ति. अकारः इति कथनेन अष्टादश प्रकारकः अकारः गृह्यते. ह्रस्व उदात्त अनुदात्त स्वरित अनुनासिकः अननुनासिकः दीर्घः उदात्तः अनुदात्तः स्वरितः अनुनासिकः अननुनासिकः प्लुत उदात्त अनुदात्त स्वरितः अनुनासिकः अननुनासिकः इत्येन अष्टादश वेदाः. किन्तु तपरं स्वीकृत्य यत्र अत् उच्चार्यते तत्र निश्चयेन केवलं षट् प्रकारकः ह्रस्वः अकारः गृह्यते. तदर्थं तपरः क्रियते सः हरो यस्मात् सः तपरः. व्याकरणे तपरकरणम् इति उच्यते. यः ह्रस्व अचः परे तकारः संयुक्ते सः केवलं ह्रस्व अकारः एव, न तु दीर्घस्य प्लुतस्य. इत् इति उच्यते ह्रस्व इकारः एव स्वीकरणीयं स्वीकरणीयम् ओके उत्तिदि उत्तिदि उक्ते ह्रस्व उकारः एव स्वीकरणीयं स्वीकरणीयः स्वीकरणीयः ओके ओके अकारः इति वदामः तदा अकारः आकारस्य आकारस्य अपि प्रतिनिधिः सो अकारः इति युक्ते अष्टादश अकारः ग्रहणं भवति अतः माकेश्वरसूत्रेषु अ इ उ इत्यादयः ह्रस्ववर्णाः लिखिताः अ हि अ ब्रिङ्ग्स् 18 फार्म्स् आफ् अ दट् इस् अका ह्रस्व उदात्तः ह्रस्व अनुदात्तः ह्रस्वस्वरितः ह्रस्व अनुनासिक ह्रस्व अननुनासिक दीर्घ उदात्तः दीर्घ अनुदात्तः दीर्घस्वरितः दीर्घ अनुनासिकः दीर्घ अननुनासिकः दीर्घप्लुतः लैक् दट् अकार ब्रिङ्ग्स् 18 फार्म्स् इकार ब्रिङ्ग्स् 18 फार्म्स् उकार ब्रिङ्ग्स् 18 फार्म्स् बट् अत्ति अत् इति उक्ते तकारः तत्कालस्य अतः सो इट् ब्रिङ्ग्स् ओन्लि ह्रस्व अकारः तपरः क्रियते इति ह्रस्व अकारः एव ग्रहणं भवति समीचीनं भगिनि सम्यक् राहुल् महोदय पुनः एकवारं वदति वा अत्र किम् अस्ति इति अत्र दत्तमस्ति यदि वयं व्याकरणरीत्या अकारः वा इकारः वा उकारः वदामः चेत् अपि च परे अत् इत् उत् इवं वदामः चेत् उभयोर्मध्ये भेदः अस्ति यदि अकारः वदामः चेत् तत्र अकारस्य द्वादशः यत् अस्ति ह्रस्वदीर्घ न अक्षादशः ह्रस्वदीर्घप्लुतः अपि च अनुनासिक अनुनासिकः अपि च उदात्त अनुदात्तस्वरितः सर्वे वर्णाः ग्रह्यमाणाः भवन्ति किन्तु यदि वयम् अत् इति वदामः चेत् तत्र केवलं दीर्घ ह्रस्व अकारस्य षड्विधाः ग्रह्यमाणाः भवन्ति अतः एव व्याकरणरीत्या एतत् तपरकरणम् इति उच्यते तदेव वयं स्वीकुर्मः भगिनी अच्छा ऊकालो अच्छ्रस्व दीर्घप्लुतः इति सूत्रं न दत्तं खलु किमर्थम् अत्र अष्टादश ग्रहणं भवति इति तत् सूत्रमेव वदति खलु तत् सूत्रं न वदति ऊकालो अच्छ्र अनुदित् अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रेण एव सवर्णानां ग्रहणं ओ अस्तु अस्तु अस्तु भगिनि एकः प्रश्नः अस्ति पृच्छतु तपर सूर्यकुमारी हा वदतु भगिनि तपरः प्रकरणं प्रकरणं बहुभिः एव अथवा पञ्चमे सत्पुरुष अपि तस्य अर्थद्वयम् अस्ति अत्र तस्य अर्थद्वयम् अस्ति सन्दर्भं दृष्ट्वा कः अर्थः प्रयोक्तव्यः इति निर्णयं कुर्मः धन्यवादः हा सन्दर्भं दृष्ट्वा ज्ञातुं शक्नुमः अर्थद्वयं तु अस्ति सर्वत्र अर्थद्वयं भवति इति नास्ति कुत्रचित् बहुव्रीहिसमासः भवति कुत्रचित् पञ्चमीतत्पुरुषः भवति तर्हि सन्दर्भं दृष्ट्वा वयम् अवगच्छामः बहु वस्तुतः बहुव्रीहिसमासः एव सर्वत्र बहुत्र पश्यामः पञ्चमीतत्पुरुषः विरलतया पश्यामः यथा अत्र अदेङ्गुणः इति सूत्रे पञ्चमीतत्पुरुषः अपि अस्ति अस्तु, तर्हि अत्र सारांशरूपे तत् तदेव अस्ति यथा महोदयेन सम्यक्तया उक्तं, यत्र तप्रकरणं क्रियते तत्र तत्कालस्य एव ग्रहणम् इत् इति चेत् केवलं ह्रस्व इकारस्य षड्भेदानाम् एव ग्रहणम्, अत् इति चेत् एवमेव अकारस्य षड्भेदानाम् एव ग्रहणम् इति, इदं सूत्रं नास्ति चेत् तपरकरणम् इति यत्र यस्य वर्णस्य तपरकरणं नास्ति तर्हि केवलम् अकारः इति वदामः चेत् तर्हि सर्वेषाम् अकाराणां ग्रहणं भवति, अष्टादशभेदानां ग्रहणं भवति, ह्रस्वदीर्घप्लुतः अनुनासिक अनुनासिकः स्वरितः उदात्तः अनुदात्तः सर्वेषां ग्रहणं भवति इति सामान्यनियमः अस्ति, परन्तु यस्य तपरकरणम् अस्ति तत्र केवलं तत्कालस्य एव ग्रहणं भवति इति अत्र सारांशः अस्ति, अतः तपरकरणस्य वैशिष्ट्यं, तर्हि सूत्रस्य पठनसमये अवगमनसमये तपरकरणम् अस्ति वा इति अपि चिन्तनीयम्। इदानीम् अत्र अस्माकम् उदाहरणमासीत् तपरकरणस्य विषये किमर्थम् उक्तम्, अत्र कोऽपि वदति वा तपरकरणस्य विषये किमर्थम् अत्र उक्तम्? उमाभगिनी वदतु, किं चिन्तयति? उमा भगिनी अस्ति वा? अस्तु, लक्ष्मी भगिनी वदतु किमर्थम् अत्र उक्तम्? भगिनि अहमेव खलु? हा भवती एव लक्ष्मी भगिनी। मम एव मम अपि तदेव प्रश्नः आसीत्। इदानीम् अहं चिन्तयामि बहवः सूत्रे अत् इत् उक्त् इति मिलित्वा सूत्राणि सन्ति, तत्समये अस्माकं प्रश्नः भवेत् एतत् ह्रस्व अकार आगमनं वा न, तत्तु अस्ति बहुषु सूत्रेषु तथा अस्ति इति तु अस्ति, परन्तु किमर्थम् अस्मिन् करपत्रे उक्तम्? वदतु राहुल् महोदय। अत्र इदितो नुम् धातोः इति अस्ति खलु, तत्र किमस्ति इत् इत्यनेन के के वर्णाः गृह्यन्ते इति वक्तुं तत्र इत् इत् यच्छतः इति अस्ति खलु, अतः बहु समीचीनं, तथैव अस्ति, अवगच्छन्ति खलु? इदितो नुम् धातोः इति सूत्रम् अस्माभिः पठितमासीत्, तस्मिन् सूत्रे इदित् इत्युक्ते इत् इत् यस्य सः इति उक्तम्, इदित् इत्यस्य अर्थः कः इति चेत् इत् इत् यस्य सः, तत्र प्रथम इत् इत् इति इकारस्य अनन्तरं तपरकरणम् अस्ति इत् इति, तर्हि तत्र ह्रस्व इकारस्य एव ग्रहणम् इति तपरस्तत्कालस्य इति संज्ञासूत्रम् आगत्य वदति तत्र इत् इत्यनेन केवलं ह्रस्व इकारस्य एव ग्रहणं भवति। द्वितीयः इत् इति तत्र इत् संज्ञा इति अर्थः अस्ति, अतः तत्र तपरकरणं नास्ति। अवगच्छति? अवगतं भगिनि, धन्यवादः। अस्तु अस्तु, तर्हि अग्रे सरेमे। अस्तु, तत्र मीना भगिनी पठति वा तत्र अन्तिमवाक्यद्वयम्? उपधा दीर्घः भगिनि, न न, तस्मात् पूर्वं षट्प्रकारकः ह्रस्वकारः, षट्प्रकारकः ह्रस्वकारः इत्युक्ते ह्रस्व उदात्त अनुनासिक, ह्रस्व उदात्त अननुनासिक, ह्रस्व अनुदात्त अनुनासिक त्रिविधं, ह्रस्व अनुदात्त अननुनासिक, ह्रस्वस्वरित अननुनासिक, ह्रस्वस्वरित अननुनासिक अनुनासिकः। अस्माकं कृते अत् इत्युक्ते ह्रस्वः अकारः इति चिन्त्यताम्। अत्र अत् इति उक्ते किं किम् अर्थं, कीदृशम् अकारः ग्रहणीयम् इति उच्यते। अकारः इति अकारः इत्युक्ते षोडश ऐ मीन् अष्टादश अकारः भेदाः ग्रहणीयम्। अत्र इत् अत् इति उक्ते षट् प्रकारः एव भेदाः एव ग्रहणीयं. षट् प्रकारः किमेव किम् इत्युक्ते ह्रस्व उदात्त अनुनासिकः, ह्रस्व उदात्त अननुनासिकः अननुनासिकः, ह्रस्व अनुदात्त उदात्त अनुदात्त स्वरित, तत्र भेदः अनुनासिकः अननुनासिकः भेदः अपि. तस्मात् षोडशभेदाः सन्ति इत्युक्ते तदेव भवति. समीचीनं, यथा अस्माभिः पूर्वं दृष्टं तत्र षड्भेदानां ग्रहणं भवति. अस्तु, समीचीनम्. अत्र तपरकरणम् इति विषयः समाप्तः. कोऽपि प्रश्नः वा? नो चेत् अग्रे उपदादीर्घः इति विषयः अस्ति. भगिनी, इदानीं ह्रस्वदीर्घः प्लुत्ता तु ज्ञातुं शक्यते, किन्तु उदात्त अनुदात्त अनुनासिक अनुनासिक इत्यस्य अर्थः अहं न जानामि. एतत् कुत्रापि अस्ति वा? हा, अनुदात्त इत्युक्ते तत्र स्वराणाम् उच्चारणभेदाः सन्ति. अद्यत्वे तु तत्र लौकिकरूपेण एतादृशभेदः कुत्रापि नास्ति. अनुदात्तस्वरः कथम् उच्चारणीयम्, उदात्तस्वरः कथम् उच्चारणीयम् इति एतत् सर्वं तु अधुना तु वेदे एव अस्ति. अतः लौकिकरूपेण यदि अत् इति वदामः चेत् केवलं ह्रस्वकारस्य ग्रहणम् इति चिन्तयित्वा वयम् अग्रे सरेम. परन्तु तस्य षड्भेदाः अपि सन्ति, तत्र वैदिक रूपेषु एव वयं द्रष्टुं शक्नुमः. अत्र तु अस्माकं कृते तु तादृशभेदः अस्ति इति ज्ञात्वा अग्रे सरेम. यतोहि अहमपि न वक्तुं शक्नोमि उदात्तस्वरस्य उच्चारणं कथं भवति, अनुदात्तस्वरस्य उच्चारणं कथं भवति इति सर्वम् अहमपि मम ज्ञानमपि अधिकं नास्ति. अतः अस्तु भगिनि. अस्तु, तर्हि अत्र पूर्णेन्दुमहोदय पठति वा सूत्रम् उपदायां च? उपधादीर्घः उपधायां च धातोः उपधाभूतयोः रेफबकारयोः सल्परयोः इकः दीर्घः स्यात्. अलन्तधातूनाम् उपधायां रेफः वा वकारः वा अस्ति चेत् तयोः वर्णयोः पूर्वम् इकः दीर्घः भवति. इक् इत्युक्ते ई ऋ ल उपधायां सामान् उपधायां सप्तम्यन्तं च अव्ययं इति धातो रूर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. रोरुपधाया दीर्घः इकः इत्यस्मात् रोः इकः दीर्घः इत्येषाम् अनुवृत्तिः. हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं धातोः रोः उपधायां च इकः दीर्घः हलि. अत्र उपधायां च इति सूत्रमस्ति, तत्र पदद्वयमस्ति. उपधायां सप्तम्यन्तं पदं च अव्ययपदं, तस्य अर्थः अस्ति धातोः उपधापूतयोः रेफबकारयोः हल् परयोः इकः दीर्घः स्यात्. इत्युक्ते धातोः उपधाभूतयोः रेफबकारयोः उपधाभूतयोः इत्युक्ते उपधाभूतयोः उपधायां यः रेफः अस्ति अथवा वकारः अस्ति तादृशः रेफः अथवा वकारस्य वकारः उपधास्थाने यः रेफः अस्ति अथवा वकारः अस्ति. अनन्तरं हल् परयोः इत्युक्ते अन्तिमवर्णः हल् भवेत्. इकः दीर्घः इत्युक्ते उपधः भूतयोः रेफः बकारयोः पूर्वः यः इकः अस्ति तस्य दीर्घ आदेशः भवेत्. कः अत्र हल् परः? कः हल् परः? परवर्ण हल् परः न भगिनी, सम्यक्तया न जानामि. अत्र हल् हल् परः इत्यस्य अर्थः कः? कोऽपि वदतु. यस्य पर परं हल् वर्णः रेफवकारयोः पश्चात् रेफवकारयोः पश्चात् कः वर्णः आयाति तदेव हल् हल् पर हल् परयोः इति विषय कस्य विशेषणं रेफवकारयोः हा कीदृशरेप रेपवकारः इति चेत् हल् परः तादृशरेपवकारः यस्मात् परः हल् वर्णः अस्ति इति हल् परः इति विशेषणमस्ति रेपवकारयोः विशेषणं. हा पूर्णेन्दुमहोदय इदानीं वदतु. इदानीं उपधायाम् उपधायां सप्तम्यन्तं च अप्ययपदम् इति धातुरूर्व इत्यस्मात् धातुः इत्यस्य अनुवृत्तिः रोरुपधायादीर्घः इकः इत्यस्मात् रो इकः दीर्घः इत्येषाम् अनुवृत्तिः हलीच इत्यस्मात् हलि इत्यस्य अनुवृत्तिः सम्पूर्णसूत्रम् अस्ति धातोः रोः उपधायां च इकः दीर्घः हलि इत्युक्ते रोः उपधाभूतः रोः यस्य परे हल् वर्णः अस्ति तस्य पूर्वः यः इक् इक् इक् अस्ति तस्य दीर्घ दीर्घ आदेशः भवतु भवेत् इति अर्थः. सत्यं सत्यं समीचीनम्. इकः चेत् इकः चेत् हा बकार उपधाभूतः बकारः अथवा रेपः पूर्वः यदि इकः अस्ति तर्हि तस्य दीर्घादेशः भवेत्. तर्हि हल् वर्णः एव अन्ते अस्ति इति कथं ज्ञायते? हलि सप्तमी हलि सप्तमी सप्तमी इत्यनेन उपधा अस्ति चेत् हल् पर अस्ति चेत् उपधा अस्ति चेत् तत्र अन्तस्य एकं हल् पर अस्ति चेत् अन्ते सत्यं सत्यं समीचीनम्. अवगतं वा सर्वैः? सर्वैः बुद्धं वा? पुनः वदतु भगिनि. हा इत्युक्ते रेपवकारः उपधायाम् अस्ति इत्युक्ते अत्र इदानीमेव उक्तं हल् परः इति विशेषणम् अस्ति रेपवकारयोः. कीदृशरेपवकारयोः इति चेत् हल् परः यस्मात् परः हल् वर्णः अस्ति. इदानीं रेपवकारः उपधायाम् अस्ति तस्य अनन्तरं हल् वर्णः अस्ति तर्हि उपदा इत्युक्ते अन्त्यात् पूर्वः यः वर्णः सः एव उपदा. तर्हि उपदायां रेपवकारः अस्ति तस्य अनन्तरं हल् वर्णः अस्ति चेत् हल् वर्णः एव अन्तिमः वर्णः खलु. अवगतम् अरुणा भगिनि? आं भगिनि. हा आं भगिनि. हा अतः अत्र हल् वर्णः इत्युक्ते तादृशधातुः यस्य अन्ते हल् वर्णः अस्ति उपधायां रेपवकारः रेपः अथवा वकारः अस्ति तस्मात् पूर्वम् इक् वर्णः अस्ति चेत् इक् वर्णस्य दीर्घत्वं भवति इक् वर्णः दीर्घः भवति इत्येव सूत्रस्य अर्थः. धन्यवादः. अस्तु अत्र वासुदेवन् महोदय पुनः वदतु सूत्रस्य अर्थः कः. वासुदेवन् महोदय अण्मुट् न केवलं बुधायां च धातोः उबुधाभूतयोः रेफवकारयोः हल्परयोः एकः दीर्घः स्यात् हलन्तिधातूनां आवश्यकता नास्ति. पुनः पठनस्य आवश्यकता नास्ति. अर्थः कः इति वदतु. ए येषां धातूनाम् अन्ते हल् हल् वर्तते ततःपूर्वम् उपधायां ऋकारवकारः रेफवकारः अस्ति तदा तत् पूर्वं किम् इकः केन इकः वर्तते तद् ते इकाः दीर्घाः भवन्ति इकाः इति वक्तुं किमर्थम् इकाः इति उक्तम् इकः इकः षष्ठी इकः षष्ठी इकानाम् इकः दीर्घः दीर्घः भवति इकः इति इक् इति इति हलन्तप्रातिपदिकमस्ति इक् तस्य षष्ठी इकः षष्ठी इकः षष्ठी इकानाम् इकानां नास्ति इकः इकाम् इकानाम् इति नास्ति समीचीनम् पुनरपि वक्तुम् इच्छति वा किं पुनः अहं वदामि वा अस्तु अस्तु म्यूट् करोतु महोदय कृपया तर्हि अत्र तदेव तत्र उक्तमेव खलु तत्र धातोः विषये अस्ति धातुः इत्यस्य अनुवृत्तिः अस्ति अत्र अतः धातोः विषये अस्ति तर्हि धातोः उल्लेखः अस्ति अत्र कीदृशधातुः इति चेत् तादृशधातुः यस्य उपधायां रेपः अथवा वकारः अस्ति तर्हि रेपवकारः इति विशेष्यमस्ति तस्य विशेषणमस्ति हल्परः इत्युक्ते तादृशधातुः यत्र उपधायां रेपः अथवा वकारः अस्ति तस्य अनन्तरं हल् वर्णः अस्ति हल् परः अस्ति इत्युक्ते हल् वर्णः एव धातोः अन्ते अस्ति उपधायां रेपः अथवा वकारः तस्मात् पूर्वम् इकः इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति इति तावदेव सूत्रस्य अर्थः अधुना उदाहरणं पश्यामः अत्र अरविन्द महोदय वदति वा उदाहरणम् आं भगिनि कुर्दुं तद् उपदेशे अचानुनासिक इति सूत्रेण अन्तिम अनुनासिक इत् भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भूत्वा कुर्द् इति भवति तदनन्तरम् उभतायां च इति सूत्रेण कु दीर्घं भूत्वा कूर्द् इति भवति अन्तिमवर्ण अन्तिम हल् दकार अस्ति तस्य पूर्व उभता ऋकार अस्ति चेत् तस्य आदौ स्थित इकः ह्रस्व उकारस्य दीर्घ उकारः भवति पुनः वदतु तत्र धातुः कीदृशः कुर्द् कुर्द् तत्र अन्ते कः वर्णः अन्ते कः वर्णः उपदेशावस्थायाम् अन्तिम अनुनासिक अस्ति उपदेश नास्ति लौकिकरूपं लौकिकरूपे कुर्द् कुर्द् दकार अस्ति दकारः कीदृशः हल् वर्णः हल् वर्णः अस्ति तत् पूर्वं रेफा अस्ति उपतारूपेण तत्पूर्वं ह्रस्व इकार ह्रस्व उकारः इकः तस्य उपधायां च इति सूत्रेण दीर्घत्वं भवति हा सर्वाणि निमित्तानि पूरितानि सूत्रे यद्यद् उक्तमासीत् सर्वं पूरितम् इति कृत्वा तत्र उपधायां च इति सूत्रेण दीर्घत्वं भवति कूर्द् इति भवति तर्हि हलन्तधातुः इदं सूत्रं तु केवलं हलन्तधातूनां कृते एव कार्यं भवति एतस्य सूत्रस्य तर्हि कूर्द् इति धातुः हलन्तधातुः तस्य उपधायां रेपः अस्ति तस्मात् पूर्वम् इक् वर्णः अस्ति उकारः इक् वर्णः इति कृत्वा दीर्घत्वं भवति कूर्द् इति रूपं कूर्दति इति रूपं तथैव धन्यवादः महोदय अधुना अत्र शोभा भगिनी धन्यवादः महोदय अधुना शोभा भगिनी वदतु अग्रिमसूत्रं वा भगिनि? न, तथैव तथैव तत्र क्षमतां तथैव खुर्न्द् खुर्द् अङ्कारयुक्त खुर्द् तत्र उपदेशे जनुनासिका इत्यनेन खूर्द् भवति. कथं भवति? तत्र उपधायां ह्रस्व उकारः तत्र गुणकार्यं भवति भगिनि. न, गुणकार्यं कुत्र? एकनिमिषं भगिनि, तत्र कुर्द् इति तथा एव तिष्ठति. हा, प्रथमं सोपानं, प्रथमं सोपानं तु इत्संज्ञकवर्णानां लोपः यथा भवति लोपः उपदेशे जननासिक इत्यनेन अकारस्य इत्संज्ञ अनुनासिक अकारस्य इत्संज्ञ अतः कुर्द् तत् तत् ऊकारस्य मम सन्देहः आसीत्. अस्तु, तत्र प्रथमतया उपदेशेन उपदेशे जनुनासिक इत्यनेन अङ्कारस्य इत्संज्ञा अपि च नन्तरं कूर्द् इति लौकिकधातुः. न, कूर्द् नास्ति, कूर्द्. कूर्द् कूर्द् इति लौकिकधातुः. तत्र उपधायां च अधुना आगत्य तत्र खुर्द् इति धातोः अन्ते दकार हल्वर्णः, उपधायां ह्रस्व उकारः इक् प्रत्ययः. उपधायां कः वर्णः? उपधायां कः वर्णः? ओ, क्षम्यतां भगिनी, क्षम्यताम्. तत्र खकारः योगः उकारः योगः रकार रेफः योगः दकारः. अन्ते दकारहल् वर्णः दकारः, तस्य पूर्वं रेफः, तस्य पूर्वम् उकारः. उपधायां रेफस्य पूर्वम् इक् वर्णः उकारः. अतः तत्र निमित्तानि पूरितानि. धातो परं रेफस्य पूर्वम् उकारः अस्ति. किं कार्यम्? अतः उपधायां च इत्यनेन उकारस्य स्थाने दीर्घादेशः भवति, ऊकारः भवति. अतः खुर्द् इत्यस्य खुर्द् इति भवति. तथैव गुर्दौ इत्यस्य प्रथमतया उपदेशे जनुनासिक इत् इत्यनेन अङ्कारस्य इत् भगिनि. धन्यवादः भगिनि, धन्यवादः. अधुना अन्य कोऽपि चिन्ता नास्ति. अत्र अरुणभगिनी वदति. भवती, मम एकः संशयः. अत्र उदाहरणरूपेण रेफ एव दत्तं, वकारस्य किमपि उदाहरणं वक्तुं शक्यते वा? पश्यामि महोदय, दृष्ट्वा वदामि. तत्र वकारस्य उदाहरणानि तावन्ति उदाहरणानि. तत्र दिव्यति, दिव्यति भवति तद्वा भगिनि? न, तद् नास्ति. तत्र तत्र हलिच इति अन्यसूत्रमस्ति. तत्र अन्यसूत्रमस्ति. तत्र तु हलन्तधातुः तत्र उपदायं वकारः नास्ति खलु? आम् आम् आम्, देव् इति धातु. आम्. एकः प्रश्नः भगिनि, कुर्द् इति तु उपदेशिकधातु, कुर्द् इति लौकिकधातु, कूर्द् एतस्य नाम किं भगिनि? कूर्द् इति अपि लौकिक एव, तत्र कार्यानन्तरं प्राकृतिककार्यानन्तरम् इदानीमपि लौकिकधातुः एव धातुसंज्ञा. अस्तु, लौकिकभेदः कथं वयं वक्तव्यं? यदा हि इत्संज्ञकवर्णानां लोपः जातः तदानीं लौकिकधातुः इति एव वदामः. तदनन्तरं कार्यं कुर्मः चेदपि तत्र धातुसंज्ञा अस्ति, औपदेशावस्थायां नास्ति तावदेव. औपदेशावस्थायाम् अस्ति वा न वा इति एव अस्माकं मुख्यविषयः भवति. औपदेशिक अवस्थायाम् अत्र नास्ति इत्संज्ञकवर्णानां लोपानन्तरं निरनुबन्धरूपम्. अस्तु, अरुणा भगिनी वदतु. भगिनि, गुरुदङ् इति मूलधातुः अत्र उपदेशजननचिकेतसूत्रेण अकारलोपः भवति. गुद् इति लौकिकधातु भवति. तद् अत्र गुद् इति हलन्दधातुः उपदा मध्ये उपदा वर्णः रेफा अस्ति. तद् पूर्वम् इक् वर्णः अस्ति. ततः उपदायाञ्च इति सूत्रेण रेफा उपदापूर्व इक् वर्णस्य दीर्घः भवति. गूर्द् इति रूपं लौकिकधातु निष्पन्नं भवति. साधु साधु, गूर्द् इति भवति, सत्यम्. समीचीनं समीचीनं. तर्हि अत्र उपदायांश इति सूत्रं स्पष्टम् इति मन्ये, खलु? प्रश्नः अस्ति वा? अस्तु, किं न श्रूयते? अत्र वासुदेवन् महोदय, अत्र वकारस्य कृते अत्र उर्व् इति धातुः अस्ति. उर्व् वादिगणीयधातुः. तत्र उर्व् इत्यस्य तत्तु रकारः एव भगिनि, रेफः एव. तत्रापि रेफः एव, न तत्रापि रेफः एव, सत्यं. हा, वकारस्य तत्र तादृशधातुः विरलतया एव भवति. कुत्रचित् प्रायः तादृशम् अस्ति, परन्तु सामान्यतया न पश्यामः, रेपस्य एव पश्यामः. भगिनी भगिनी, यदा गुर्द द्वे गणे स्तः द्वयोः गणे एवमेव रूपम् आयाति न भगिनी? गुर्द् द्वे गणे इत्युक्ते तत्र रेपः वकारः इति वदति वा? यथा भगिनी अत्र तु गुर्द् गुर्द् गूर्द् भवति. तदनन्तरम् एकं गुर्द् गुर्द् भ्वादिगणे, एकं चुरादिगणे, द्वयोः गणे गूर्द् इति एव भवति न भगिनि? सत्यं, तत्र कार्यं तु समानमेव. धातुः कस्मिन्नपि गणे भवतु, कार्यं तु समानम्. ह्रस्वस्य दीर्घत्वं भवति. सत्यं, समीचीनं. तर्हि अत्र अग्रे अस्ति अलोन्त्यात् पूर्वम्, अलोन्त्यात् पूर्व उपदा. तर्हि उपदा इति वदामः एतावता. तर्हि उपदा इत्यस्य उपदा इति संज्ञा कथं भवति इति अत्र सूत्रमस्ति. अलोन्त्यात् पूर्व उपदा इति सूत्रम्. अधुना का पठति अत्र? लक्ष्मीभगिनी पठतु. आं भगिनि, अलौन्त्यात् पूर्व उपधा वर्णानां समुदाये यः अन्तिमः वर्णः तस्मात् पूर्वं यः वर्णः अस्य उपधा संज्ञा स्यात्. अलः पञ्चम्यन्तम्, अन्यात् पञ्चम्यन्तं, पूर्वः अन्त्यात् क्षम्यता, अन्त्यात् पञ्चम्यन्तं, पूर्वः प्रथमान्तम्, उपधा प्रथमान्तम् अनेकपदमिदं सूत्रम्. अल् प्रत्याहारे सर्वेऽपि वर्णाः अन्तर्भूताः. अच् योग हल् अल् इति भवति. सूत्रं स्वयं सम्पूर्णम्. अन्त्यात् अलः, पूर्वः उपधा. अलौन्त्यात् पूर्व उपधा इति सूत्रस्य अर्थः एतद् भवति. सर्वाः वर्णाः, सर्वानां वर्णानां सर्वे वर्णाः, सर्वे वर्णाः तेषां पूर्वः यः वर्णः अस्ति तदेव उपता इति. एतत् संज्ञासूत्रम् इति न, सर्वे वर्णाः सन्ति तेषां पूर्वः इत्यस्य अर्थः कः? वर्णानां समुदाये यः अन्तिमः अस्ति तत् वर्णस्य पूर्वं यः वर्णः अस्ति तत् उपता संज्ञा इति एतस्य सूत्रस्य अर्थः. अलः इति पञ्चम्यन्तं भविष्यति. अलः इत्युक्ते अल् वर्णाः, सर्वे वर्णाः तस्मिन्नेव भवति. स्वराक्षराः अनन्तरं व्यञ्जनाक्षराः सर्वे वर्णाः च अल् प्रत्याहारे भवन्ति. अच्वर्णाः हल् वर्णाः सर्वे च. अन्त्यात् तेषु अल्वर्णानाम् अन्ते इति तस्य अर्थः पञ्चम्यन्तं. ततः पूर्वं प्रथमाविभक्ति उपता प्रथमान्तम् इति च भवति संज्ञासूत्रम् इति मन्ये एतस्य सूत्रम्. सत्यं तदेव. सत्यं सत्यं. तर्हि अलोन्त्यात् पूर्व उपदा, उपदा इति संज्ञा क्रियते अनेन. अल् अल् अन्त्यात् पूर्वः, अलः अन्त्यात् पूर्वः इत्युक्ते अल् वर्णेषु यः अन्तिमः अस्ति तस्मात् पूर्वं यः वर्णः तस्य उपदा संज्ञा भवति इति सूत्रस्य अर्थः अस्ति. यथा अत्र कुर्द् इति अस्ति चेत् तत्र कुर्द् इति कुर्द् इति धातौ तत्र उपदा का इति वदतु शोभा भगिनी. अन्त्यस्य वर्णस्य अन्तात् वर्णस्य पूर्ववर्णं कः वर्णः? क्षम्यतां प्रश्नः कः भगिनि? कुर्द् इति धातौ उपदायां कः वर्णः अस्ति? ओ अस्तु. कुर्द् इति उपधायां तु दकारस्य पूर्वस्य वर्णः एव अस्ति. खुर्द् कः वर्णः? रेफः. हा, रेफः अस्ति उपधायां. सम्यक् सम्यक्. तर्हि उपदा इति परिचितमेव अस्माकं कृते, पूर्वमपि अस्माभिः दृष्टं खलु उपदा इति. अस्तु, पुगन्तलघुपदस्य च इति सूत्रम् अस्माभिः दृष्टमासीत्, तत्र उपदा इत्यस्य उल्लेखः आसीत्. ततः अग्रे अधुना पठामः. अत्र सूर्यकुमारी भगिनी पठति वा? भगिनि, स्वाद् इति स्वद् इति वा किं स्वादे टेस्ट्, तत्र धातु स्वद् इति वा? कुत्र अस्ति स्वादे? न, अहं तु वकारः धातु अन्वेषणं मनसि कृतवती. तत्र स्वाद् इति आगच्छति शब्दः. तदे स्वाद् इति सुबन्तं पदं खलु? सुबन्तं पदम् अस्ति खलु भगिनि? सुबन्तम् अत्र तु धातुः भवेत् खलु? आम् आम् आम्. वकारः कुत्रापि न लभ्यते. न, तद् विरलते एव. अत्र वकारस्य उदाहरणं बहु विरलतया प्रायः. किं सीव् स्मृ इति वा? तत्र ऋकारः अस्ति अन्ते खलु? ओके ओके, पश्यामि. श्रोतुं शक्नुमः किम् उक्तवती भगिनि? तत्र स्वृ इति धातुः अस्ति इति उक्तवती. उपदायां वकारः एकः धातुः अस्ति इति भगिनी उक्तवती. अनन्तरं पश्यामि, दृष्ट्वा वदामि. अस्तु, हा अस्तु. तर्हि अत्र अग्रे सूर्यकुमारी भगिनी पठति वा? आं भगिनि. प्रश्नः उदीयते, उदीयेत् क्षम्यतां भगिनि, प्रश्नः उदीयेत रेफः इत्युक्ते कः वर्णः? यः रकारः उपरि उपविष्टः अथवा सर्वे रकारा? उत्तरं सर्वे रकाराः एव. रेफः नाम रात्. इफः, इफः कश्चन प्रत्ययः. रा योगः इफः रेफः इत्युक्ते हल हल उपदा रेफः वयम् उक्तं. रेफः अर्थः कः? रेफ् रकार रा योगः इफः. इफः एकः प्रत्ययः अस्ति. रा अकार योगः इकारः चेत् रेफः भवति, गुणसन्धिः भवति. रेफः इत्युक्ते कः वर्णः? यः रकारः उपरि उपविष्टः अथवा सर्वे रकारः. प्रश्नः अस्ति, उत्तरमस्ति सर्वे रकारः एव. सर्वे रकाराः एव. रेफः नाम रात्. रात् रेफः नाम रात् इफः. इफः इति कश्चन प्रत्ययः. इफः इति कश्चन प्रत्ययः अस्ति. अत्र रेपः रेपः इति वदामः, तस्य उत्पत्तिः कथम् इति चेत् अत्र रयोगः इपः रेपः इति उत्पत्तिः. तर्हि रेपः इति वदामः चेत् तत्र सर्वेषां रकाराणां ग्रहणं. तत्र कुत्रचित् रेप् कुत्रचित् रेपः उपरि उपविष्टः भवति खलु. एतत्र कुर्द् कुर्द् इत्यस्मिन् रेपः उपरि उपविष्टः अस्ति. तर्हि रकारः इति वदामः चेत् तत्र रेपः इति वदामः चेत् सर्वेषां रकाराणां ग्रहणम् इति तावदेव. अत्र अग्रे अग्रे सरेम. अत्र रामनाथन् महोदय पठतु. आं भगिनि. अवधेयम् उपदेशे अनुनासिक इत् इति सूत्रेण सर्वेषाम् अजन्तानां मूलधातूनाम् अन्तिमस्य अचः इत् संज्ञा न भवति. तदा एव इत् संज्ञा भवति यदा सः अच् अनुनासिक अस्ति, अनुनासिकः अस्ति. यथा लिखं पठम् इत्यादयः धातवः, किन्तु भू नी इत्यादिषु अजन्तधातुषु अन्तिमः अच् वर्णः अनुनासिकः नास्ति. अतः तत्र त्रयाणाम् अच् वर्णानाम् इत् संज्ञा न भवति. परन्तु हलन्त्यम् इति सूत्रेण सर्वेषां हलन्तमूलधातूनाम् अन्तिमस्य हलः इत् संज्ञा भवति एव. उपदेश उपदेशजननासिक इत् इति सूत्रेण धातूनाम् अन्तिमे विद्यमानस्य आच् वर्णः चन्द्रबिन्दुसह अनुनासिकवर्णः सह अस्ति चेत् एव इत् भवति. परन्तु अच् अच् वर्णः एव भवति चेत् इत् न भवति. हलन्त्यम् इति सूत्रेण सर्वेषां हलन्त्यं हलन्त्यवर्णः मूलधातूनाम् अन्तिम हल् वर्णः सर्वदा इत्संज्ञा भवति एव. समीचीनं समीचीनम्. इदं तु नूतनं किमपि नास्ति, पूर्वमेव वयं जानीमः. पूर्वमेव पठितवन्तः. अनुनासिकवर्णः अस्ति, अनुनासिकस्वरः अस्ति चेदेव इत्संज्ञा. अनुनासिकः नास्ति चेत् इत्संज्ञा नास्ति. अतः भू इति धातो तत्र उकारस्य इत्संज्ञा नास्ति, यतोहि अनुनासिकः नास्ति. परन्तु हलन्त्यम् इति सूत्रे तु यदि अन्ते धातुः प्रत्ययः आगमः आदेशः यत्किमपि भवतु तस्य अन्ते हल् वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति इति जानीमः. अस्तु, इदानीम् अभ्यासः अस्ति. उमा भगिनी अस्ति वा? अस्मि. पठतु तर्हि. एकक्षणं भगिनि, अत्र स्वृ इति धातु उक्तवती खलु भगिनी, अत्र रमा भगिनी, स्वृ इति धातोः तु हल् हलन्तधातुः नास्ति खलु? हलन्तः नास्ति, अतः तत्र न भवति. अस्तु भगिनी पठतु, उमा भगिनी. अत्र कः उपदेशः कः इति वदतु. सारि सारि, अभ्यासः. अधः उपदेश अवस्थायां मूलधातवः प्रदर्शिताः, तेषां लौकिकरूपाणि कानि अपि च कैः सूत्रैः प्राप्तानि इति वक्तव्यम्. सो अग्नि इफ् यु टेक् दट् धातु, अग्नि इकारः वित् चन्द्रबिन्दु इत् संज्ञा भवति. उपदेशे अजनुनासिक इत् इति सूत्रेण, तस्य लोपः इति सूत्रेण ई चन्द्रबिन्दु बिकम् बिकम्स् लोपः, तस्मात् अग् इति वर्ण अग् इति लौकिकधातु निष्पन्नः. अत्र ललिता भगिनी किं चिन्तयति? भगिनि श्रूयते वा? भगिनि हा श्रूयते, वदतु. भगिनी कथं चिन्तयति, तत्र चिन्तयति? अत्र भगिनी, अत्र उमा भगिनी यद् उक्तवती तद् स्पष्टं वा? तत्र किमपि अन्यचिन्तनम् अस्ति वा? अग्गिति अग्गिति लौकिकधातुः वा? पुनः हलन्त्यम् इति सूत्रः भवितुम् अर्हति? न न, हलन्त्यमिति न भवति. औपदेशिकायाम् अन्ते अस्ति चेदेव हलन्त्यम्, अत्र हलन्त्यं न भवति. अनुनास्य इकारम् इत् भवति, अनुनास्य इकारम् इत् भवति. हा, मीना भगिनी वदतु. तत्तु उक्तं. मीना भगिनी वदतु. इति संज्ञा, तस्य लोपः अग् इति भवति. तदनन्तरं इति सूत्रम् अत्र भवति. किमर्थम् इत्युक्त्वा इत् भवति अगिन् अगि इति सूत्रे, औपदेशिक सूत्रे इक् इक् इत् इत् भवति, तस्मात् इदितो नुम् आगमः भवति. सो अनग् इति भवति. तदनन्तरं नश्चापदान्तात् अङ् इति भवति. तदनन्तरं नकारस्य अनुस्वारस्य यै परसवर्णः इति अङ् अङ् इति भवति अन्तिमरूपम्. समीचीनम्, अङ् इति भवति. अत्र पुनः का वदति? अत्र अरविन्द् महोदय वदति वा? अघि इति धातु पुनः एकवारं वदतु सम्पूर्णतया. अघिन् उत्प्रेषिकधातु, अन्तिम इकार अनुनासिक इकार उपदेश च अनुनासिक, तस्य लोप इति सूत्रेण तस्य लोपः भवति. अघ इति भवति. तदनन्तरम् इदि धातु अस्ति इति कृत्वा नुम् आगम अर्हति. तद् कारणेन नुगागम भूत्वा अङ् अनग् इति. केन सूत्रेण नुमागमः तत्र कुत्र आयाति नुम्? मितचोन्द्यत् परः इति सूत्रेण, अकारस्य परे गकारस्य आके नुगागमः भवति. तदस्य अनग् अङ् इति रूपं भवति. तदनन्तरं नश्च पदान्त च जलि इति सूत्रेण अङ्ग् इति रूपं भवति. नश्च पदान्तस्य जलि इति सूत्रेण किं कार्यं किम्? अनुस्वारम् अकारस्य उपरि अनुस्वारम् आगच्छति. निमित्तं जल् परे अस्ति इति कृत्वा. जल् वर्णः कः? गकारः अस्ति. तर्हि अनुस्वरस्य नकारस्य स्थाने अनुस्वरादेशः भवति झलि परे. अनन्तरं झलि परे तदनन्तरं सूत्रम् अनुस्वारस्य यै परसवर्णः इति सूत्रेण सूत्रस्य कारणेन पञ्चमौ वर्ण अनुस्वारवर्णः ककारस्य पञ्चमवर्णः अस्ति अङ्ग् इति नकारः आयाति. कवर्गस्य पञ्चमवर्णः नकारः आयाति अतः अङ्ग् अङ्ग् इति रूपं. सर्वे सर्वैः बुद्धं वा? अस्तु समीचीनं. तर्हि गृहपाठरूपेण सर्वे अभ्यासं कुर्वन्तु. अग्रिमसप्ताहे चिन्तयितुं शक्नुमः तस्मिन् विषये. अस्तु, स्थगयामः. अग्रिमसप्ताहे नूतनपाठः आरप्स्यते. नमस्कारः भगिनि. न, चिन्ता नास्ति, चिन्ता नास्ति. धन्यवादः. एकक्षणं भगिनि, रमा भगिनि एकक्षणम् एकक्षणं. धन्यवादः. धन्यवादः भगिनि. नमस्कारः. धन्यवादः. अधुना वदतु किम्? बट् पूर्वम् इक् वर्णः नास्ति खलु? न, तत्र इक् वर्णः एव नास्ति खलु? म व य खलु? मव्य तत्र. ओके ओके, अस्तु. ईमेल् द्वारा प्रेषयतु भगिनि, सम्यक्तया न श्रूयते. भगिनि, अद्य भवत्याः ध्वनिः सम्यक्तया न श्रूयते भगिनि, न जाने किमर्थम्. ओके ओके, किमपि न श्रूयते. अस्तु, किमस्ति भगिनि? अग् इति एक धातु अस्ति. बिकास् ऐ चेक् इन् धातु पाठा इदितो हुनुं धातु अस्ति. देन् देर् इस् आल्सो वन् लैक् अग् किम्? अग इति भिन्नः धातुः अस्ति. अघि इति नास्ति. अग इति भिन्नः धातुः अस्ति. अघि इति अपि अस्ति खलु? अघि इति अस्ति, द्वादिगणे एव अस्ति. इस्लिये इस्लिये लैक् इदितो हुनुं धातोः प्रेरणा अस्ति. देर् इस् नो इन् देट् वन्. सत्यं. ओके, धातुद्वयम् अस्ति. अस्तु, धन्यवादः भगिनि. तर्हि धन्यवादः. नमस्कारः. नमस्कारः.